अस्तु, तर्हि अस्माकं पुस्तकमस्ति विभक्तिवल्लरी. गतसप्ताहे वयं सप्तमीविभक्त्याः अभ्यासं कृतवन्तः, अध्यायं च समापितवन्तः. इदानीम् इकारान्त उकारान्तशब्दानां वाक्यानि रचनीयानि आसन् इति गृहपाठत्वेन कार्यं प्रदत्तम्. अतः वाक्यानि श्रावयन्तु. अत्र सन्ध्याभगिनी एकं वाक्यमस्ति वा? आम् अस्ति. वदतु. मम पशोः आहारम् अत्र अस्ति. समीचीनमस्ति. मह पशोः आहारः आहारः अत्र अस्ति. अस्तु, सुब्रह्मण्यमहोदय. लतायाः पत्राणां कटुः सन्ति. लतायाः पुनः लतायाः पत्राणां कटुः सन्ति. लतायाः पटुः इति वा कट्कटु वाक्यं मया न अवगतं, पुनः वदतु. लतायाः पत्राणां रुचि कटुः सन्ति. कटुः सन्ति नाम खादनार्थम् इति वा? खादनार्थं कटुः सन्ति. न, लतायां क्षम्यतां, पुनः वदतु. लतायां पत्राणाम् इति उक्तं वा? लतायाः पत्रं लीव् लतायाः पुनः वदतु. लतायाः पत्राणां कटुः सन्ति. न, पत्राणाम् इति वदति वा? नाम मम भ्रमः भवति, यतो हि पत्राणाम् इति किं षष्टिविभक्ति बहुवचनं वा? महोदय, तथा न भवति. पत्राणि कटुः सन्ति. लतायाः पत्राणि कटुः. न, पत्राणि इति अस्य वचनं किं? बहुवचनं. हा, तर्हि विशेषणविशेषभावः अत्र न, वयं न कृतवन्तः तावता. यत्र यथा बालकः उत्तमः अस्ति, बालिका किं वदामः? उत्तमा अस्ति. बालकः उत्तमः, बालिका उत्तमा. तर्हि प्रथमतया षष्ठी तु न भवति तत्र. लतायाः पत्राणां तु, अतः मम भ्रमः वारंवारं भवति स्म. लतायाः पत्राणि इति लिङ्गं किं, वचनं किं? नपुंसकलिङ्गं बहुवचनं. नपुंसकलिङ्गशब्दः बहुवचने अस्ति. तर्हि महोदय, अत्र विशेषणविशेष्य भावः भविष्यति. नाम अत्र कटुः इति शब्दः, पत्राणि कटुः इति विशेषणमस्ति, पत्राणि बहुवचने नपुंसकलिङ्गे. भवान् न जानाति इति अहं मन्ये. वयं न पठितवन्तः तावता, अत्र कटुः उकारात् शब्दः मधु इव. मधु अत्र मधूनि इति भवति. मधुनि मधूनि. तर्हि मधूनि इति अस्ति. बहुवचने अत्र अधूनां न तत्र षष्ठी अस्ति भगिनि, अत्र प्रथमाविभक्तिः, तस्य वाक्यं भिन्नम् अस्ति, तस्य वाक्यं भिन्नम् अस्ति. लतायाः पत्राणि कटूनि सन्ति, तस्य तु षष्ठी इति वाक्यं नास्ति एव. अस्तु, लक्ष्मी भगिनी वदतु. विश्वविद्यालये मम दुहितुः अध्ययनं सम्यक् प्रचलति. पुनः? विश्वविद्यालये मम दुहितुः अध्ययनं सम्यक् प्रचलति. कीदृशम् अध्ययनं? कीदृशम् अध्ययनम्? आङ्ग्लभाषायाः अध्ययनम्. न, पुनः वाक्यं वदतु. विश्वविद्यालये मम दुहितुः आङ्ग्लभाषायाः अध्ययनं सम्यक् प्रचलति. ओ, इदानीम् आगच्छति. अस्तु, निहारिका भगिनी अग्रे. गुरीणां शिष्यान् कुत्र सन्ति? हा, अस्तु, समीचीनं. पुनः वदतु. गुरीणां शिष्यान् कुत्र सन्ति? गुरु नाम नाम इति वा? न, गुरुः. पुनः वदतु. ओ, गुरूणां शिष्यान् कुत्र सन्ति? अस्तु, गुरूणां, खलु, उकारः दीर्घः अस्ति, गुरूणाम्. अपि च नकारस्य अणत्वं भवति, निमित्तमस्ति रेफः, गुरूणाम्. अत्र पेज् 52 तत्र लिखितमस्ति, गुरूणाम्. अनन्तरं अत्र शिष्य इति अस्य बहुवचने अस्ति खलु, विभक्तिः का? द्वितीया किमर्थम्? द्वितीयविभक्तिः कुत्र भवति भगिनि वदतु, कुत्र भवति? यत्र कर्मपदम् अस्ति. कर्मपदं, सत्यम्. अत्र कर्मपदमस्ति वा? क्रियापदं किं? गुरुः क्रियापदं न सन्ति. क्रियापदं सन्ति अस्ति खलु. तर्हि सन्ति इति अत्र सन्ति इति क्रियापदस्य कर्तृपदं किं? कर्तृपदं सब्जेक्ट् आफ् द सेण्टेन्स्. शिष्याः. हा, नाम हा, सत्यं. तत्र शिष्य इति शब्दः कर्तृपदं, बहुवचने च. तर्हि कत्र, निहारिका भगिनी, तत्र यत्र कर्तृपदमस्ति सब्जेक्ट्, तत्र का विभक्तिः भवति? तर्हि वाक्यं पुनः वदतु. गुरूणां शिष्याः कुत्र सन्ति? इदानीं वाक्यं समीचीनमस्ति. अस्तु, सन्ध्या भगिनी वदतु. अस्माकं नेत्राणां कार्याणि न कुर्वन्ति. अस्तु, किन्तु किन्तु अत्र सामान्यतया अत्र अस्मिन् वाक्ये कार्याणि किमर्थं बहुवचने भविष्यति? मम माता माम् उक्तवती कार्याणि कार्यं न कार्याणि. न, किन्तु किन्तु वाक्यं पुनः वदतु. मम नाम अस्माकं नेत्राणां. अस्माकं नेत्राणां कार्याणि न कुर्वन्ति. अनन्तरं अन्यत् अन्यप्रश्नः अस्ति यत् नेत्राणां किमर्थं षष्ठी विभक्तौ. अत्र अत्र अस्य वाक्यस्य कर्तृपदं किम्? सब्जेक्ट्. मम अर्थः अहं दोषः कृतवती. सो अस्माकं नेत्राणां कार्यं सो सारि ऐ कम्प्लिकेटेड् इट् एण्ड् देन् वेन् ऐ आस्क्ड् हर् फर् हेल्प् शी got a different meaning. So I wanted to say asmakam netra nam karyam na is not done, is not na kritva nasti na angla bhashaya vadatu. Our leaders' jobs are not leaders. भवती लीडर्स् इति न उक्तवती, नेत्राणाम् इति उक्तवती खलु. एकनिमेषः, नेत्राणां नाम किम्? न न हा नेत्रं पश्यतु पश्यतु, उच्चारणस्य समस्या अस्ति अत्र. उच्चारणम् अत्र नेत्राणां भवती उक्तवती, नेत्राणां. लक्ष्मी भगिनी भवती वदतु किं स्यात्? नेतारुकारान्तशब्दः. नेता शब्दस्य षष्ठीविभक्तिरूपाणि बहुवचने नेतॄणाम्. अत्र कृष्णऋकारः अस्ति, अपि च दीर्घऋकारः भवति. नेतॄणाम् आम्. तत्र नेता इति एकवचने प्रथमः भक्तौ नेता, तत्र षष्ठी एकवचने किं भवति? नेतुः. नेतुः बहुवचने नेतॄणां, नेत्राणां नास्ति. नेत्राणां नाम पजेस्ड् बै द आईज. आईज ओके. भवत्याः माता किं चिन्तयति स्म इति अहं न जानामि, किन्तु भवत्याः वाक्यं भिन्नम् अस्ति, तत्र लीडर्स् इति भिन्नम् अस्ति. इदानीं वदतु. कार्यं न कुर्वन्ति. न न किन्तु इदानीमपि समस्या अस्ति खलु. अस्माकं नेतॄणां कार्यं किमपि न कुर्वन्ति. अस्तु, किन्तु अस्य वाक्यस्य कर्तृपदं किं? कर्तृ नेतृ. किन्तु कर्तृपदस्य का विभक्तिः? कस्मिन्नपि वाक्ये कर्तृपदस्य विभक्तिः का भवति? विभक्ति षष्ठी. नाम कर्तृपदं खलु. एकनिमेषः, कर्तृपदम् इत्यस्य विभक्तिः का भवति? किमपि वाक्यं वदतु. सो अन्यवाक्यं. अन्यत् वाक्यं. सो मम पशोः आहारम् अत्र अस्ति, आहारः अत्र अस्ति. सो पशुः आहारं कर्मपदम् अस्ति. कर्मपदम्? आहारः अत्र अस्ति. आहारः कर्मपदम् अस्ति. कथं? पशुः कर्तृ. ओ न, भवती विस्मृतवती. अत्र वाक्ये कस्मिन्नपि वाक्ये यथा वदामि, बालकः आपणं गच्छति. अवगच्छति वा? अत्र बालकः आपणं गच्छति इत्यस्मिन् वाक्ये कर्तृपदं किम्? बालकः. सत्यम्। इदानीं बालकशब्दस्य विभक्तिः का? तर्हि सामान्यतया वाक्ये कर्तृपदस्य का विभक्तिः भवति? प्रथमाविभक्तिः इति नूतनसमाचारः वा? नाम षष्टिविभक्तिः किमर्थं वदति भवती कर्तृपदस्य कृते? कर्तृपदं षष्टिः न भविष्यति? नैव, न कदापि। तर्हि अत्र बालकः कार्यं करोति, यः कोऽपि किमपि करोति तस्य प्रथमाविभक्तिः, नाम कर्तृपदस्य प्रथमाविभक्तिः भवति, षष्टिः न भवितुमर्हति एव। अन्यवाक्यमस्ति, नाम एतत् वाक्यं समीकरोतु। न शक्नोमि। लक्ष्मी भगिनी वदतु। अस्माकं नेतॄणां कार्याणि सम्यक् न सन्ति। अस्तु, समीचीनम्। इदानीं तद् वाक्यमपि समीचीनमस्ति। इदानीं सन्ध्या भगिनी उक्तवती कार्याणि न कुर्वन्ति, न कार्याणि न कार्यं न कुर्वन्ति इति खलु, कार्यं न कुर्वन्ति इति भवती उक्तवती? न न, कार्यमिति वदतु, कार्यं न कुर्वन्ति। इदानीं तस्य भागस्य रक्षणं कृत्वा वाक्यं समीकरोतु। अस्माकं नेतॄणां कार्याणि न, अत्र समस्या का, नेतॄणामिति षष्टिविभक्तिः खलु, नेतॄणां षष्टिविभक्ति, नेता शब्दस्य षष्टि बहुवचनं। हा, किन्तु कर्तृपदमस्ति चेत् का विभक्तिः अपेक्षिता? षष्टिविभक्ति। कर्तृपदम् अस्ति चेत् का विभक्तिः अपेक्षिता? कर्तृपदं प्रथमा, प्रथमाविभक्तिं करोतु। लक्ष्मी भगिनी वदतु। न अवगच्छति वा? What I thought is, नेत्रशब्दः प्रथमाविभक्तिः बहुवचने, तत्र रूपं किं? नेता इति एकवचने, बहुवचने अस्तु वदामि, बहुवचने नेतारः इति बहुवचने अस्ति। तर्हि अस्माकं नेतारः कार्यं न कुर्वन्ति इति वाक्यम्, अस्माकं नेतारः कार्यं न कुर्वन्ति। अवगच्छति वा? सन्ध्या भगिनी, तत्र षष्टिः न भवति, तत्र यत् कर्तृपदमस्ति तत्र प्रथमाविभक्तिः एव भवति। अवगच्छामि। अस्तु, अग्रे सुब्रह्मण्यमहोदय, अग्रे। भानोः किरणानि अद्य भानोः किरणानि तीक्ष्णानि न सन्ति। पुनः वाक्यं वदतु। अद्य भानोः किरणानि तीक्ष्णानि न सन्ति। भानुः ओ नाम सूर्यः इति वा? अस्तु, अद्य भानोः, पुनः वदतु। अद्य भानोः किरणानि तीक्ष्णानि न सन्ति। तीक्ष्ण इति वा? तीक्ष्णानि न सन्ति। अस्तु, समीचीनं वाक्यं, समीचीनमस्ति। किरणानि तीक्ष्णानि न सन्ति इति वाक्यं समीचीनम्. अस्तु, निहारिकभगिनी अग्रे. पितुः कार्यालयात् गमनस्य अनन्तरं भोजनं खादति. वाक्यं समीचीनमस्ति. न न न न पितुः इति अस्माकं पुनः वदतु. अस्तु, पुनः वदतु. पितुः पितुः कार्यालयात् गमनस्य अनन्तरं भोजनं खादति. न, अत्र समस्या अस्ति. न, भवितुमर्हति. तथा पितुः कार्यालयस्य गमनात् अनन्तरम् इति उक्तवती वा? कार्यालयात् गमनस्य पितुः कार्यालयात् गमनस्य अनन्तरं भोजनं खादति. हा, वाक्यं समीचीनमस्ति, बहु समीचीनमस्ति वाक्यं. पितुः कार्यालयात् गमनस्य अनन्तरं भोजनं खादति. महोदय, किमर्थं पितुः पिता शब्दं प्रयुज्य पिता कार्यालयात् गमनस्य अनन्तरं भोजनं खादति, एतत् सम्यक् वा? पितुः किमर्थम्? अत्र पिता अपि वक्तुं शक्नोति. किन्तु यदि पिता वदामः, अस्तु, यदि वदामः पिता, तर्हि खादति इत्यनेन सम्बन्धः भवति. नाम कार्यालयात् गमनस्य अनन्तरं पिता भोजनं खादति. तत्र पिता खादति इत्यनेन सम्बन्धः भवति. इदानीं गमनस्य, पितुः कार्यालयात् गमनस्य, पितुः गमनम् अत्र खादति इति सम्बन्धः नास्ति. नाम यद्यपि वयं किमपि न उक्तवन्तः, तस्य अर्थः एवम् अस्ति यत् पितुः कार्यालयात् गमनस्य अनन्तरं सः भोजनं खादति इति अर्थः. वयं न उक्तवन्तः, किन्तु सः इति तत्र अस्ति अर्थः. किन्तु अत्र गमनस्य इति अस्य सम्बन्धः पितुः, न तु खादति. अवगतम्? अवगच्छामि. गमनं, यत्र गमनम् अस्ति तत्र षष्टि अस्ति, न तु प्रथम. अस्तु, लक्ष्मीभगिनी अग्रे. संस्कृतघण्टोः परिशीलनेन विना एतस्य शब्दस्य अर्थः सम्यक्तया ज्ञातुं न शक्नोमि. तत्र दोषः अस्ति, पुनः वदतु. संस्कृतनिघण्टोः परिशीलनेन विना एतस्य शब्दस्य अर्थं सम्यक्तया ज्ञातुं न शक्नोमि. कर्मपदमस्ति खलु? आम्. अस्तु, अग्रे सन्ध्या भगिनी अग्रे. तरूणां पात्राणि सुन्दरं सन्ति. दोषः अस्ति, पुनः वदतु. तरुः वृक्षः अस्ति वा? वृक्षः समीचीनं. तरूणां पात्राणि सुन्दरं सन्ति. अत्र वाक्यं समीचीनमस्ति. वयं न पठितवन्तः, किन्तु यथा सुब्रह्मण्यं महोदयस्य वाक्यम् आसीत्, तत्र पत्राणि कतूनि इति आसीत्. अत्र विशेषणविशेषभावः अस्ति, यथा हा सुन्दर हा नाम तथा अस्ति बालकः उन्नतः बालिका उन्नता इति अस्ति खलु इति लिङ्गम् अनुसृत्य परिवर्तनं भवति परन्तु वचनम् अनुसृत्य अपि भवति तर्हि बालकः उन्नतः बालकः उन्नताः बालकाः हा तर्हि किन्तु सुन्दर अत्र सुन्दरशब्दः तत्र अकारात् अकारात् शब्दः अस्ति पुनः वदतु वाक्ये तरूणां पात्राणि सुन्दरा सन्ति सुन्दराणि सन्ति किन्तु पात्राणि इति वा अथवा पत्राणि ओ पत्राणि सारि आहत्य पुनः वदतु तरूणां पत्राणि सुन्दराणि सन्ति इदानीं वाक्यं समीचीनमस्ति निहारिका भगिनी मातुः भगिनीं शिकागो नगरात् आगतवती पुनः वदतु दोषः अस्ति मातुः भगिनीं शिकागो नगरात् आगतवती तर्हि का आगतवती भगिनी तर्हि तत्र का विभक्तिः स्यात् वाक्यस्य हा पुनः वदतु मातुः भगिनी शिकागो नगरात् आगतवती समीचीनं वाक्यम् इदानीं सम्यक् अस्ति लक्ष्मी भगिनी अग्रे तेषां तरूणां फलानि न खादनीयानि अस्तु समीचीनमस्ति सुब्रह्मण्यमहोदय अग्रे महोदय एकं वाक्यमस्ति गिरशिखरे फलवृक्षाणि दुर्गम् अस्ति किन्तु इदानीं विशेषभावः नास्ति पुनः वदतु गिरशिखरे दुर्गम् अस्ति न न वाक्यं यथा आसीत् तथा पुनः समीकरोतु गिरिशिखर इति वा पुनः वदतु एकं प्रश्नमस्ति गिरि गिरे न न अस्तु अस्तु गिरेः इति नाम शब्दः अस्ति गिरेः गिरिः अस्ति खलु गिरिः षष्ठी अस्ति गिरेः गिरेः शिखरे एकं दुर्गम् अस्ति एकं दुर्गं दुर्गं फोर्ट् हा हा हा एकं दुर्गमस्ति किन्तु भवान् आरम्भे किमपि अन्यशब्दः अपि फलवृक्षाणि ऐ इन्क्लूडेड् बट् फलवृक्षाणि सन्ति एकं दुर्गम् अस्ति अवगतं हा गिरेः हा समीचीनमस्ति गिरेः किन्तु उच्चारणं तथा अस्ति गिरेः गिरेः शिखरे एकं दुर्गम् अस्ति समीचीनम् अस्तु अग्रे सन्ध्याभगिनी अग्रे रवेः दीपः वृक्षार्थम् आवश्यकम् अस्ति समीचीनं किन्तु अत्र आवश्यकमिति विशेषणमस्ति कस्य शब्दस्य आवश्यकः इदानीं पुनः वदतु रवेः दीपः वृक्षार्थम् आवश्यकः अस्ति समीचीनमस्ति वाक्यं समीचीनम् अस्तु लक्ष्मी भगिनी अग्रे मम मातापित्रयोः आशीर्वचनानि सदा इच्छामि मातापितरौ तत्र पितापितरौ मातापित्रोः इति अस्ति. पुनः वदतु. मम मातापित्रोः आशीर्वचनानि सदा इच्छामि. समीचीनमस्ति. अस्तु, सन्ध्या भगिनि. एतत् हरेः पुस्तकम्. समीचीनं. निहारिका भगिनि. रात्रेः अन्धकारस्य अनन्तरं सूर्योदयः भवति. समीचीनमस्ति. पुनः वदतु. रात्रेः अन्धकारस्य अनन्तरं सूर्योदयः भवति. किन्तु सूर्योदयः. ओके, सूर्योदयः. अवगच्छति वा? तत्र पुल्लिङ्गशब्दः अस्ति, उदयः, सूर्योदयः. अस्तु, तर्हि समीचीनं, बहु समीचीनमस्ति. इदानीम् अग्रेसरेम, पुस्तके किञ्चित् अग्रेसरेम, अनन्तरं कथा भविष्यति. तर्हि इदानीं पेज् 57, सप्तमीविभक्तिः. तत्र सप्तमीविभक्तेः प्रसङ्गे वयं दृष्टवन्तः यत् सामान्यशारीरिकसप्तमीविभक्तिः भवति. बालकः गृहे अस्ति, पिता कार्यालये अस्ति, पुस्तकम् उत्पीठिकायाम् अस्ति इति सप्तमीविभक्तिः सामान्य प्रयोगः. अनन्तरं विषयरूपः, नाम मम मातरि मम आदरः अस्ति. तर्हि प्रीतिः, आदरः, अभिरुचिः, कृपा, एतादृशाः शब्दाः तत्र सप्तमीविभक्तिः भवति. स्नेहः, विश्वासः, एतत् सर्वमस्ति. इदानीं अग्रे गच्छेम. इदानीं चतुर्थः अभ्यासः, इन्द्रजित्. लक्ष्मीभगिनी पठतु कृपया. इन्द्रजित् माया सीतां केशेषु गृहीतवान् इत्येतस्मिन् वाक्ये ग्रहणक्रियायाः कर्मसीता, कर्मभूतायाः सीतायाः अङ्गे केशे इन्द्रजित् गृहीतवान्. एवं कर्मणः यस्मिन् अङ्गे ग्रहणं, ताडनं, प्रहरणम् इत्यादिकं भवति तस्य अङ्गस्य सप्तमी भवति. तर्हि इन्द्रजित् माया सीतां केशेषु गृहीतवान्, नाम माया सीता इति अस्ति. इन्द्रजित् माया सीता, तत्र द्वितीयविभक्तिः, माया सीतां गृहीतवान् कुत्र? केशेषु. तर्हि अस्माकं अवधानम् अपेक्षितमस्ति अत्र, यत् अत्र शिक्षा का इति चेत् केशेषु इति सप्तमी भवति, न तु द्वितीया. तर्हि माता शिशुं हस्ते गृहीतवान्, नाम माता शिशोः हस्तं गृहीतवान् इति वक्तुम् इच्छामः, किन्तु तथा नास्ति. शिशोः इति षष्टि, माता शिशोः हस्तं गृहीतवान् इति दोषाय अस्ति. माता शिशुं गृहीतवान् कुत्र? हस्ते. अस्तु, अभ्यासः. सुब्रह्मण्यमहोदय, अग्रे पठतु. अधः अभ्यासः. अधः कर्तृपदं, कर्मपदं, कर्मणः अङ्गं, क्रिया च क्रमेण निर्दिष्टानि सन्ति. तेषां सहायेन पूर्णानि वाक्यानि रचयत। यथा स अहं वक्षस्थलं प्रहृतवान्, मां वक्षस्थले प्रहृतवान्। सः इति शब्दः अस्ति खलु, सः अहं वक्षस्थलं, सः अहं वक्षस्थलं प्रहृतवान्, सः मां वक्षस्थले प्रहृतवान्। तर्हि सः मां प्रहृतवान् कुत्र? वक्षस्थले। नाम सः मम वक्षस्थलं प्रहृतवान् इति सम्यक् नास्ति, मम वक्षस्थलम् इति सम्यक् नास्ति, मां वक्षस्थले। अवगतं? सन्ध्या भगिनी अग्रे। आरक्षकः चोरः कण्ठः गृहीतवान्। आरक्षकः चोरं कण्ठे गृहीतवान्। हा, समीचीनमस्ति, बहु समीचीनं। निहारिका भगिनी अग्रे। राक्षसी सीता केशः गृहीतवती। राक्षसी सीतायां अत्र सीतायाम् इति किमर्थं सीतायाम्? अत्र गृहीतवती, तत्र नाम एकं पदं द्वितीयविभक्तौ, अपि च तस्य अङ्गं सप्तमीविभक्तौ। तर्हि स यथा उदाहरणमस्ति, सः मां गृहीतवान्, प्रहृतवान् कुत्र? वक्षस्थले। आरक्षकः चोरं गृहीतवान् कुत्र? कण्ठे। किन्तु चोरः इत्यस्य चोरं द्वितीय कामपदम्। आरक्षकः चोरं गृहीतवान् कुत्र? कण्ठे। सः मां प्रहृतवान् कुत्र? वक्षस्थले। पुनः वदतु, राक्षसी सीतां केशः पुल्लिङ्ग् शब्दे, पुल्लिङ्ग् शब्दः। ओके, राक्षसी सीतां केशे गृहीतवती। किन्तु केशः इत्यस्य वचनं किम्? ओ, बहुवचन केशेषु। समीचीनं, वदतु पूर्णवाक्यं। राक्षसी सीतान् केशेषु। सीता, पुनः वद वाक्यं, शब्दः सीतान् अथवा सीतां? सीतां। मकारः नकारः वा? मकारः। मा खलु, मा द्वितीयविभक्ति पुल्लिङ्गशब्द। सीता इति श्रीलिङ्गम्? आं, श्रीलिङ्गम्। पुनः वदतु वाक्यं। राक्षसी सीतां केशेषु गृहीतवती। समीचीनम्, अस्तु। लक्ष्मी भगिनी अग्रे। बालकः अन्यबालकः कपोलः ताडितवान्। बालकः अन्यबालकं कपोले ताडितवान्। समीचीनं, सुब्रह्मण्य महोदय अग्रे। माता पुत्रः मस्तकं ताडितवती। माता पुत्रं मस्तके ताडितवती। किन्तु प्रीत्या किं न किमर्थं न उक्तवान्? प्रीत्या इति अपि भवतु लविङ्ग्लि वदतु वाक्यम् ओ माता पुत्रं प्रीतिं मस्तके ताडयति न श्रुतवान् पुनः वदतु माता पुत्रं प्रीतिं मस्तके ताडितवती न शब्दः अस्ति प्रीत्या तस्य परिवर्तनं न भविष्यति पुनः वदतु माता पुत्रं प्रीत्या मस्तके ताडितवती इदानीं वाक्यं समीचीनमस्ति प्रीत्या तृतीयाविभक्तिविषये वयं भाववाचकतृतीया तृतीयां दृष्टवन्तः खलु अहं सन्तोषेण कार्यं करोमि अत्र प्रीत्या माता पुत्रः प्रीत्या प्रीतिः प्रीत्या सन्तोषः सन्तोषेण पुत्रः प्रीत्या मस्तके ताडितवती अस्तु निहारिका भगिनी अग्रे मालः अन्या मालः उद्धरं तनि ताड ताडितवान् ताडितवान् मालः अन्यमालम् अत्र मल्लः अन्यमालं मल्लम् अन्यमल्लम् उद्धारे ताडितवान् उदरे मल्लः अन्यमलम् उदरे ताडितवान् समीचीनं मल्लशब्दं जानाति वा न बाक्सर् मल्लः अन्यमलम् उदरे ताडितवान् अस्तु समीचीनं लक्ष्मी भगिनी अग्रे योधः शत्रुः कण्ठः प्रहृतवान् योधः शत्रुं कण्ठे प्रहृतवान् समीचीनम् इति विषयः नाम बहुत्र बहुत्र अस्य प्रयोगः न भवति किन्तु यत्र यत्र प्रयोगः भवति तत्र तत्र समीचीनः स्यात् सप्तमी भक्तिः कण्ठे उदरे मस्तके कपोले जानन्ति वा निहारिका भगिनी जानाति वा बालकः अन्यबालकं कपोले कपोलः नाम मुखे यत् यः भागः चीक् ओ यस् कपोले ताडितवान् अस्तु सञ्जय भगिनी अग्रे पठतु कृपया नारायणः कुत्र षष्ठः अभ्यासः नारायणः कश्चन सरलः जनः सः विविधेषु जनेषु विविधान् भावान् प्रदर्शयति भावपात्राणि प्रथमाधिक्रमेण प्रथमाधिक्रमेण संख्यया निर्दिष्टानि तेषां सप्तभ्यन्तरूपे रूपैः अधस्तनवाक्यानि पूरयत् पूरयत पूरयत नारायणः कश्चन सरलजनः सः विविधेषु जनेषु विविधान् भावान् प्रदर्शयति प्रीतिः विनयः वात्सल्यं मैत्री श्रद्धा इति भावाः सन्ति सः अयं नारायणः विविधेषु जनेषु विविधान् भावान् प्रदर्शयति इति वयं दृष्टवन्तः स्नेहः इत्यादिकं यत्र एतादृशभावः अस्ति तत्र सप्तमी भवति यस्मिन् तर्हि भावपात्राणि प्रथमादिक्रमेण सङ्ख्यया निर्दिष्टानि उदाहरणं लक्ष्मीभगिनी पठतु उदाहरणं नारायणः तस्मिन् आदरं प्रदर्शयति सः तस्मिन् नारायणः तस्मिन् आदरं प्रदर्शयति द्वितीयं नारायणः एतस्मिन् आसक्तिं प्रदर्शयति अस्तु सुब्रह्मण्यमहोदय तृतीयं नारायणः आसक्तिं प्रदर्शयति नारायणः नारायणः तस्याम् आसक्तिं प्रदर्शयति समीचीनम् अत्र सर्वनाम्नः अभ्यासः सर्वनाम्नाम् अभ्यासः सर्वनाम सप्तमी वक्तौ सन्ध्या भगिनी अग्रे नारायणः एतस्याः आदरं प्रदर्शयति आदरं कुत्र अस्ति विनयं चतुर्थवाक्यं नारायणः एतस्याः सप्तमी एतस्यां विनयं प्रदर्शयति ओके अग्रे निहारिका भगिनि नारायणः भवान् वात्सल्यं प्रदर्शयति नारायणः भवती वात्सल्यं प्रदर्शयति वात्सल्यं मम वात्सल्यमिति जानाति वा आम् जानाति ओके समीचीनम् अस्तु लक्ष्मीभगिनी अग्रे नारायणः भवती मैत्रीं प्रदर्शयति नारायणः भवती नारायणः भवत्यां मैत्रीं प्रदर्शयति समीचीनं सुब्रह्मण्यं महोदय नारायणः अहं श्रद्धां प्रदर्शयति नारायणः माम् सप्तमी नारायणः मयि श्रद्धां प्रदर्शयति सत्यम् सत्यं सत्यं मयि अस्तु सन्ध्या भगिनी अग्रे नारायणः ते ते स्नेहं प्रदर्शयति. नारायणः तेषु स्नेहं प्रदर्शयति. समीचीनं. निहारिका भगिनी अग्रे. नारायणः भवन्तः प्रेम प्रदर्शयति. एते न किन्तु कुत्र भवन्तः दशम प्रेम सन्ध्या भगिनी तत्र नम्रतामिति उक्तवती वा? अष्ट कस्य सन्ध्या भगिनी किं वाक्यम् उक्तवती? अष्टम नवम वा? अष्टम. अस्तु अष्टम. तर्हि निहारिका भगिनी नवमवाक्यं. क्षम्यतां. नारायणः एते नम्रतां प्रदर्शयति. नारायणः एतेषु नम्रतां प्रदर्शयति. अवगच्छति वा? आम्. अस्तु समीचीनमस्ति. तर्हि अग्रे गच्छेम. लक्ष्मी भगिनी अग्रे. नारायणः भवन्तः प्रेम प्रदर्शयति. नारायणः भवत्सु प्रेम प्रदर्शयति. भवत्सु. समीचीनम्. अग्रे सुब्रह्मण्यमहोदय अग्रे. नारायणः ताः गौरवं प्रदर्शयति. नारायणः तासां गौरवं प्रदर्शयति. सप्तमी. सप्तमी किमस्ति? कोष्टकमस्ति खलु? हा वदतु. तासु नारायणः तासु गौरवं प्रदर्शयति. अस्तु. सन्ध्या भगिनी अग्रे. नारायणः एताः भक्तिं प्रदर्शयति. नारायणः न न न द्वादशः. ओ ओके. नारायणः ताः द्वादशः. नारायणः भवत्यः गौरवं प्रदर्शयति. कुत्र अस्ति द्वादश? विधेयतां प्रदर्शयति. अहं नम्बर्स् न जानामि. नाम श्रवणार्थं पठनार्थं वा किं? श्रवणार्थम् अथवा पठनार्थं संख्या पठनार्थं परिचयः नास्ति. अस्तु. भवत्यः सुनारायणः भवतीषु नारायणः भवतीषु विधेयतां प्रदर्शयति. अस्तु, निहारिका भगिनी अग्रे. नारायणः एताः भक्तिः प्रदर्शयति. नारायणः एतासु भक्तिः प्रदर्शयति. भक्तिं भक्तिं भक्तिं ओ नारायणः एतासु भक्तिं प्रदर्शयति. समीचीनं. लक्ष्मी भगिनी अग्रे. नारायणः वयं विशेषादरं प्रदर्शयति. नारायणः अस्मासु विशेषादरं प्रदर्शयति. अस्तु, बहु समीचीनमस्ति. इदानीं किं कुर्मः महोदय? अहम् एकं एकः प्रश्नः अस्ति. अहं किं वाक्यं पुनः वदतु. अस्तु, एकः प्रश्नः अस्ति इति वाक्यम् अस्तु, पृच्छतु. एतेषु वाक्येषु प्रीतिम्, आसक्तिं, विनयं, वात्सल्यं, मैत्रीं, श्रद्धां, स्नेहं, नम्रताम् इत्यादिकमस्ति. केवलं एकस्मिन् वाक्ये प्रेम प्रदर्शयति, तद्भिन्नमस्ति. किमर्थं प्रेम इति तादृशं पदं नास्ति? प्रश्नः समीचीनः. अत्र प्रेम इत्यस्य मूलरूपं भिन्नम्. एतावता वयं जानीमः यत्र अकारान्तपदमस्ति. विनम्रताम् इति आकारान्त स्त्रीलिङ्गशब्दः, नम्रता. स्नेहम् इति स्नेह इति अकारान्तशब्दः अस्ति, स्नेह. श्रद्धा आकारान्तशब्दः. मैत्री ईकारान्तशब्दः. वैत्सल्यम् अकारान्त नपुंसकलिङ्गशब्दः. विनयम् अकारान्त. किन्तु प्रेम इति नकारान्तशब्दः, नकारान्त प्रेमन् अपि च नपुंसकलिङ्गशब्दः. तर्हि अत्र किमस्ति यत् नपुंसकलिङ्ग नकारान्तशब्दः अस्ति चेत् द्वितीयविभक्तौ मकारः न भवति. अवगच्छामि. अग्रे गत्वा वयं द्रक्ष्यामः एतत् सर्वम्. अग्रे अग्रे प्रेम द्वितीयविभक्तौ अस्ति. प्रेम अस्तु, समीचीनं. तर्हि इदानीं कथां पठामः वा? अत्र प्रश्नः, कदा नूतनं पुस्तकम् आरब्धवामः? अत्र आरम्भं कुर्मः इति पृच्छतु. आरम्भं कुर्मः यदा इदं पुस्तकं समाप्यते. इदं पुस्तकं यदा समाप्यते तदा. तस्य वयं तस्य आर्डर् करिष्यामः. अहं किमपि न उक्तवान्, किन्तु प्रायः त्रयसप्ताहानन्तरं किमपि स्यात्. अस्मिन् सप्ताहे नूतनपुस्तकस्य आर्डर् कुर्मः. नो चेत् विजिन्यमध्ये तत्र रमेशमहोदय कश्चन अस्ति, तत्र प्रायः आनेतुं शक्नोति अहं मन्ये. यतोहि राजेशमहोदयस्य गृहे पुस्तकानि सन्ति. अहं पृच्छामि अद्य पुस्तकानि सन्ति न वा इति. सन्ति चेत् अस्माकं न कापि चिन्ता. अस्तु, तर्हि का कथा? अत्र मन्दः मन्थरकः इति अस्ति खलु. अस्तु, लक्ष्मीभगिनी कृपया पठतु. मन्दः मन्धरकः. कस्मिंश्चित् ग्रामे मन्धरकः नाम तन्तुवायः आसीत्. कथा. मन्दः मन्थरकः. मन्दः मन्धरकः. मन्थरकः. मन्दः मन्थरकः. अस्तु अग्रे. कस्मिंश्चित् ग्रामे मन्थरकः नाम तन्तुवायः आसीत्. सः प्रतिदिनं वस्त्रं वयति स्म. कदाचित् तस्य वयनयन्त्रस्य काष्ठनिर्मितः दण्डः भग्नः. नूतनदण्डम् आनेतुं मन्थरकः परशुं गृहीत्वा अरण्यं गतवान्. तत्र एकम् उत्तमं वृक्षं दृष्टवान्. तं कर्तयितुं परशुप्रयोगं कृतवान्. एतावता किमस्ति? एकस्मिन् ग्रामे एकः तन्तुवायः आसीत्. सः नाम मन्थरकः. सः वस्त्रं वयति. एकस्मिन् दिने तस्य वयनयन्त्रस्य दण्डः भग्नः. काष्ठशब्दं जानाति वा? काष्ठः. आम्. सर्वे जानन्ति? न. काष्ठ वृक्षे काष्ठः भवति. वृक्षे तत्र किं वदेम तत्र वृक्षः बृहान् वृक्षे वृक्षः बृहान् अस्ति चेत् तत्र बृहति वृक्षे काष्ठः भवति. लघु लघु सस्यं तत्र न भवति. वुड् अवगतं खलु? काष्ठनिर्मितः. निर्मितः नाम निर्माणमिति निर्मितः. सर्वे जानन्ति खलु? काष्ठेन तस्य दण्डस्य निर्माणं कृतं. काष्ठनिर्मितः दण्डः. अस्तु अग्रे भगिनि. सः नूतनदण्डम् आनेतुम् अरण्यं गतवान्. सः पार्श्वे एकः परशुः अस्ति. सः पार्श्वेन कर्तयित्वा एकं दण्डं निर्मातुम् इच्छति. किन्तु किं परशु इति अस्य तृतीय वा? परशुः प्रथमा, परशुं द्वितीया. तृतीय अस्ति परशुना. परशुना. सः परशुना एकं दण्डं वृक्षस्य काष्ठं कर्तयित्वा दण्डं निर्मापयितुम् इच्छति. अस्तु, समीचीनं. सुब्रह्मण्यमहोदय अग्रे. तस्मिन् वृक्षे काचित् देवता वसति स्म. सा मन्थरकम् उक्तवती, भोः एषः वृक्षः मम आश्रयस्थानम् अस्ति, अतः एतं मा कर्तयतु. अहं भवते एकं वरं ददामि. भवान् यद् इच्छति तद् याचतु इति. तस्य अर्थः कः? एतत् वृक्षे एका देवता अस्ति. देवता इति लिङ्गं किं? स्त्रीलिङ्गं. एका देवता. हिन्दीभाषायां वदामः पुल्लिङ्गे, किन्तु देवता इति स्त्रीलिङ्ग, महिला इति अस्ति देवता. अग्रे. सा देवता मन्त्रके उक्तवती, एतत् वृक्षं मम आश्रयस्थानं, इदं मा कर्तयतु, वरं अहं तम् एकं वरं ददामि, भवान् यत्तिच्छति तत् पृच्छतु. पृच्छतु. अस्तु, सन्ध्या भगिनी अग्रे. सन्ध्या भगिनी अस्ति. ओ सारि, म्यूट्. मन्तरकः अहं चिन्तयित्वा वदामि इति उक्तवान्. अनन्तरं सः मित्रस्य नापितस्य गृहं गतवान्. तं पृष्टवान्, भोः मित्र, देवता वरं दातुं सज्जा अस्ति, कं वरं याचामि इति. तर्हि अत्र सज्जा देवता सज्जा अस्ति इति अवगच्छति वा? सम्यक्. सिद्धा इति वदामः, उद्युक्ता सज्जा, उद्युक्ता सिद्धा, सर्वं समानमस्ति. रेडि. पुनः. रेडि. बालकः सिद्धः, सज्जः, उद्युक्तः. बालिका सिद्धा, सज्जा, उद्युक्ता. अनन्तरं याचति नाम कं वरं याचामि. अस्तु, अत्र भवती एव वदतु, अत्र किम् उक्तमस्ति मन्थरकः? किञ्चित् एव अवगच्छामि. मन्थरकः मित्रस्य गृहं गतवान्, मित्रं पृष्टवान् किं करिष्यामि. किं करिष्यामि? किं करिष्यामि नाम अत्र कं वरं याचामि नाम वृक्षः. अहं न अवगच्छामि. अहं चिन्तयामि सः वृक्षं कर्तयितुं नाम एतावता किम् अभवत् इति जानाति वा? मन्थरकः तन्तवायुः, तन्तवायः, तत्र तन्तुवायः इति जानाति वा? तन्तुवायः जानाति वा? तन्तुः आङ्ग्लभाषया किं को लाभः? वारं तन्तुः नाम यत्र वस्त्रमस्ति खलु. हा, भवतः कर्णः अस्ति इति जानामि. अत्र तन्तुः नाम कोऽपि वदति वा? तन्तुः वस्त्रस्य अन्ते वस्त्रे तन्तुः अस्ति. सत्यं. हा, वस्त्राणि वस्त्राणि वस्त्रेषु तत्र तन्तुः तन्तु इत्यस्य माध्यमेन तन्तुः इत्यस्य माध्यमेन वस्त्रं निर्मीयते अस्माभिः. तन्तुः वस्त्रं तन्तुव्या निर्मितानि. तद् तन्तुवायः इति कश्चन पुरुषः अस्ति यः वस्त्रं निर्माति. वस्त्रं निर्माति इति तन्तुवायः. तत्र तन्तोः प्रयोगं कृत्वा तन्तुवायः वस्त्रं निर्माति. सन्ध्या भगिनी वदति न वा? न, तन्तुवायः इति कश्चन पुरुषः अस्ति, तस्य किमपि कार्यमस्ति. कार्यमस्ति वस्त्रनिर्माणं. निर्माणमिति अवगच्छति वा? ओ, वस्त्रं करोति. वस्त्रं करोति. तर्हि तन्तुः तत्र वस्त्रे तन्तुः अस्ति. भवत्याः तत्र शरीरे वस्त्रमस्ति खलु, वस्त्रं तत्र तन्तुः अस्ति. तन्तुमाध्यमेन नाम तन्तुः नाम सूत्रं टेलर् थ्रेड् थ्रेड् हा तन्तुवायुः नाम टेलर् वीवर् तन्तुः नाम थ्रेड् तन्तुवायः प्रतिदिनं वस्त्रं वयति स्म, करोति स्म. तत्र यन्त्रं अवगच्छति वा? यन्त्रं मशीन्. हा, यन्त्रं तत्र वयनयन्त्रं. तन्तुवायः वयति, वस्त्रं निर्माति, वस्त्रं करोति, वयति. तदर्थं तस्य पार्श्वे एकं यन्त्रमस्ति, वयनयन्त्रम्. तस्मिन् कश्चन दण्डः अस्ति. यन्त्रे एकः भागः अस्ति, काष्ठेन निर्मितः दण्डः, काष्ठस्य दण्डः. अवगच्छति न वा? यन्त्रं दण्डः अस्ति. हा, यन्त्रे. अवगच्छामि. यन्त्रे दण्डः अस्ति. एकं दिनं दण्डः भग्नः. अवगच्छामि. तर्हि तदनन्तरं किं कृतवान्? वृक्षे दण्डः अस्ति, नूतनदण्डः इच्छति. सत्यं. काष्ठं, काष्ठमिति जानाति खलु? न, अहम् उक्तवान्. निहारिका, आङ्ग्लभाषां वृक्षे कष्टं कष्टं जानामि. काष्ठ, काष्ठ इति शब्दः, काष्ठ. काष्ठ काष्ठेन दण्डं करोति. सत्यं सत्यम्. अनन्तरं परशुः इति छुरिका. परशु जानाति वा? सन्ध्या भगिनी, परशु परशुः न, परशु छुरिका इति जानाति वा? छुरिका. आम्. तर्हि विशेषा छुरिका तत्र वनं गत्वा वृक्षं कर्तयामः, तत्र विशेषा छुरिका भवति. तदर्थं तस्य नाम परशुः. Oh, Parashuram. Okay. Yeah. Astu. इदानीं परशु अस्ति. तर्हि इदानीं किम् अभवत् तदनन्तरं? सुब्रह्मण्यं महोदय, वनं गत्वा किम् अभवत्? एकम् उन्नतवृक्षं दृष्ट्वा तत् वृक्षं कर्तयितुम् आरम्भं कुर्वन्ति. अनन्तरं तत् वृक्षे एका देवता वसति. ता देवता मन्दरके उक्तवती, इदं वृक्षं मम आश्रयस्थानम् अस्ति. आश्रयस्थानं नाम किं? गृहं. गृहं तद्देवता गृहं. तत् वृक्षे आसीत् देवता. हा, अनन्तरं किम् अभवत्? एतद् वृक्षं मा कर्तयतु, अहं तम् एकं वरं ददामि. तत् स्वीकृत्य याचतु, यदिच्छति तद् याचतु. हा, सन्ध्या भगिनी वरम् इति जानाति वा? वरः. आं, जानामि. हा हा, अस्तु. तर्हि देवता पृच्छति, किम् इच्छति भवान्? अनन्तरं वरं याच्छामि नाम वरस्य प्रार्थनां करोमि. प्रार्थनां करोमि इति याचामि. तर्हि किं नाम पृच्छामि, किं पृच्छामि इति प्रश्नः. कं वरं याचामि नाम कं वरं पृच्छामि. सन्ध्या भगिनी, अवगच्छति वा? देवः पृष्टवान्. कः किं नाम भवती पठितवती एक यत् पठितवती तत्र तस्य अर्थः कः? मन्थरकः अहं चिन्तयित्वा वदामि. किं चिन्तयित्वा? निहारिका भगिनी आगच्छति वा? आम्, किं किं पृच्छामि इति चिन्तितवती. चिन्तितवान्. अस्तु. हा, अनन्तरं किम् अभवत्? मित्रस्य गृहं गत्वा मित्रं पृष्टवान् किं पृच्छामि. अस्तु अस्तु, समीचीनम्. अनन्तरं निहारिका भगिनी अग्रे पठतु. नापितः उक्तवान्, यदि एवं तर्हि भवान् राज्यं याचतु तेन भवान् महासज्जः महाराजः भवति. अहं भवतः मन्त्री भवामि इति. किम् अभवत्? मित्रः नापिका मित्रम् उक्तवान् राज्यं पृच्छतु, भवान् महाराजः भवति, अहं मन्त्री भवामि. अस्तु, समीचीनं. लक्ष्मी भगिनी अग्रे. अस्तु इति उक्त्वा मन्थरकः गृहम् आगतवान्. पत्नीं पृष्टवान्, प्रिये, देवता वरं ददाति, नापितः वदति राज्यं यच्छतु इति. किं याचामि इति. अस्तु, तर्हि अत्र किम् अभवत्? सः तन्तुवायः गृहम् आगतवान्, आगत्य पत्नीं पृष्टवान्, देवता मह्यं वरं ददाति, कं वरं याचामि इति प्रश्नं मम मित्रं पृष्टवान्. सः मम मित्रः नापितः मम मित्रं नापितं पृष्टवान्. न न न मित्रं नापितः मम मित्रं नापितः वदति राज्यं याचतु अहं न अवगच्छामि किं याचानि शब्दस्य आवश्यकं किं याचानि इति याचानि इत्युक्ते यथा भवती कार्यं करोतु, भोजनं खादतु, लेखं लिखतु, अत्र लिखतु, गच्छतु, चिन्तयतु इति तत्र लोट् लकारः इति वदामः. लोट् आज्ञार्थकशब्दः, आज्ञावाचकशब्दः. तत्र प्रथमपुरुषस्य गच्छतु एकवचने, बहुवचने गच्छन्तु. तर्हि गच्छतु, गच्छन्तु. अत्र उत्तमपुरुषे तस्य एव रूपमस्ति गच्छानि एकवचने, बहुवचने गच्छाम. तर्हि गच्छतु, गच्छन्तु, गच्छानि, गच्छाम. गच्छानि, गच्छाम, गच्छानि. अत्र याचानि अस्ति. नाम किं याचानि मीन्स् वट् शुड् ऐ रिक्वेस्ट्. नाम प्रादेशिकभाषासु प्रायः एतादृशं रूपं नास्ति. नास्ति. यत्र आदेशः भवति स्वस्य कृते आदेशः सामान्यतया न भवति खलु. अत्र किं किं किं वाच किं याचामि यतोहि वयं शिशवः न स्मः. या सर्वं लट्लकारः, अहं गच्छामि, अहं चिन्तयामि, तत् सर्वं वक्तुं शक्नुमः, सर्वे अवगच्छन्ति. तत्र पञ्चवर्षीयबालकः अस्ति चेत् तथा वदिष्यति, किन्तु वयं वयस्काः, अतः उचितलकारस्य प्रयोगं कुर्मः. तत्र किं किं याचामि इति वक्तुं शक्नुमः, तत्र दोषः नास्ति. किन्तु इतोपि समीचीनमस्ति चेत् याचानि. नाम याचामि नाम वट् विल् ऐ आस्क्, किन्तु याचानि नाम वट् शुड् ऐ आस्क्, वाट् शुड् बि आस्क्ड् काइंड ऑफ. न न न तथा नास्ति महोदय, तथा नास्ति. वट् शुड् बि आस्क्ड्, वट् शुड् ऐ आस्क्, शुड् शुड् अत्र शुड् इति अस्ति. नाम करणीयं वाचानि अत्र वट् शुड् ऐ आस्क् इति अर्थः शुड्. प्रादेशिकभाषासु तथा नास्ति. नाम कां करो, कां कीजिए, कां करो, लेकिन् मै तादृशं रूपं तु नास्ति एव. अवगतं स्यात्, किन्तु संस्कृतेन अस्ति. नाम तेलुगुभाषायां प्रायः नास्ति, कन्नडभाषायां प्रायः नास्ति. अस्ति वा? अस्ति न, मम विश्वासः नास्ति भवती न अवगतवती. न भवती लक्ष्मी भगिनी अस्ति वा? किं याचामि अस्ति. याचामि शब्दस्य नाम यत्र आदेशः अस्ति, यदि अहं वदामि भवती कां कार्यं करोतु कार्यं करोतु करोतु इत्यस्य अहं कन्नड अथवा कन्नड अथवा तेलुगुभाषा अस्ति वा? I think so. न नास्ति न मम कोऽपि विश्वासः नास्ति कस्यामपि प्रादेशिकभाषायां नास्ति अस्ति चेत् वदतु रूपं किं नास्ति आङ्ग्लभाषायां नास्ति आङ्ग्लभाषायां नास्ति संस्कृतभाषायाम् अस्ति किन्तु तादृशरूपं नास्ति अन्यत्र स्पेनिश् भाषायां जापनी भाषायां चीनीभाषायाम् आङ्ग्लभाषायां हिन्दीभाषायां तावत् अहं जानामि तु नास्ति एव तर्हि प्रायः तेलुगुभाषायां कन्नडभाषायामपि नास्ति स्यात् तथा स्यात् याच्छामि यत्र आदेशः आदेशः स्वस्य कृते न भवति अन्यरूपेण भवति नाम मुझे क्या करना चाहिए करना चाहिए तु भिन्नम् अस्ति अस्तु अवगतं स्यात् अवगच्छामि नाम लोट्लकार लोट् लोट्लकारस्य प्रथम उत् लोट्लकारस्य उत्तमपुरुषस्य रूपाणि सामान्यतया न भवन्ति न भवन्ति अपरासु भाषासु लोट्लकारः करोतु डू द वर्क् इत्यस्य आय् तु नास्ति आङ्ग्लभाषायां अस्तु तर्हि अग्रे सुब्रह्मण्यमहोदय अग्रे पठतु सा उक्तवती नापितः मूर्खः सः किमपि न जानाति राज्यस्य निर्वहणे बहु कष्टं भवति अतः राज्यं मास्तु इदानीं भवान् प्रतिदिनम् एकं वस्त्रं वयति किल तेन अस्माकं नित्यव्ययार्थम् अपेक्षितं धनं लभ्यते भवान् देवताम् अन्यत् बाहुद्वयं द्वितीयं शिरः च याचतु तदा भवान् प्रतिदिनं वस्त्रद्वयं कर्तुं शक्नोति एकस्य वस्त्रस्य धनं नित्योपयोगार्थं भवति द्वितीयस्य धनं सङ्ग्रहीतुं शक्यते तदा वयं सुखेन जीवितुं शक्नुमः इति भवान् वदतु मन्थरकः भार्या उक्तवती नापितः एकः मूर्खः सः न जानाति राज्यस्य निर्वहणं बहु कष्टं भवति तत्कारणेन राज्यं न याचतु प्रतिदिनं वस्त्रं वयति तत्कारणेन दिनव्ययम् अपेक्षितं धनं लभ्यते देवतां याचतु बाहुद्वयं द्वितीयशिरः याचतु तत्कारणेन भवान् प्रतिदिनं वस्त्रद्वयं वयितुं शक्नुमः शक्नोति धनम् अधिकं लभ्यते एकं नित्य उपयोगार्थम् एकवस्त्र धनं द्वितीयवस्त्रधनं सङ्ग्रहीतुं शक्नोमि तदा अहं सुखेन जीवितुं करोति अहं सुखेन जीवितुं शक्नोमि अस्तु सन्ध्या भगिनी अग्रे पठतु मन्थः मन्तरकः अङ्गीकृतवान्। सः वनं गत्वा देवतां याचितवान्। भगवती, मह्यम् अन्यत् बाहुद्वयं द्वितीयं शिरः च ददातु इति। नाम किम्? हा? भवती वदतु, किम् अभवत्? किम् अभवत्? देवं देवां देवतां देवतां पृष्टवान् द्वितीयशिरः द्वितीयं शिरम् इच्छामि। अपि च द्वितीयं शिरः अपि च अपि बाहु इति जानाति वा? बाहु आर्म्स्। बाहु हस्तं द्वयं। सत्यं, बाहुद्वयम् आम् इच्छामि अपि। अस्तु, समीचीनं। निहारिका भगिनी अग्रे। देवता तथास्तु इति उक्तवती। तत्क्षणमेव मन्थरकस्य अन्य बाहुद्वयं द्वितीयं शिरः च उत्पन्नम्। सः सन्तोषेण ग्रामम् आगतवान्। परन्तु जनाः विचित्राकारं तं दृष्ट्वा एषः राक्षसः इति मत्वा दण्डेन ताडयित्वा तं मारितवन्तः। लक्ष्मी भगिनी प्रतिपादयतु, किम् अभवत्? सः मन्थरकः वनं गत्वा देवतां पृष्टवान्, मह्यं बाहुद्वयं द्वितीयशरः च ददातु इति उक्तवान्। तदनन्तरं देवता तथास्तु इति उक्तवती। तथास्तु इत्युक्ते भवान् यतिच्छति तद्भवति। तथा भवतु, तथा अस्तु। तथा अस्तु, तथा अस्तु। तत्क्षणमेव मन्थरकस्य अन्यबाहुद्वयं द्वितीयशिरः उत्पन्नं। मन्थरकः सन्तोषेण ग्रामं पुनः आगतवान्। परन्तु तत् ग्रामे जनाः मन्थरकं दृष्ट्वा भीतः भवन्ति। ते ते जनाः मन्थरकं दृष्ट्वा विचित्रकारम् एकं राक्षसं मत्वा एकः राक्षसः मत्वा दण्डेन ताडयन्ति तं तं मारितवन्तः इति कथा इति कथा समीचीनमस्ति. अत्र प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति वा? अवगच्छामि. सन्ध्या भगिनी अवगच्छामि. सत्यम्? आम्. अस्तु अस्तु, तर्हि समीचीनमस्ति. अस्मिन् सप्ताहे गृहपाठरूपेण भवन्तः सप्तमी सर्वनामानि तेषां वाक्यानि रचयन्तु. सर्वनामानि अपि च तत्र इकारान्त उकारान्तानां यथा अस्मिन् सप्ताहे ऋकारान्तानां च इकारान्त उकारान्त ऋकारान्तानां च सप्तमी रूपाणि अत्र सन्ति पञ्च पञ्च इति. तर्हि विरमाम, अग्रिमे सप्ताहे मिलामः. अस्तु, नमस्कारः. धन्यवादः. नमस्कारः. नमस्कारः.